Recording in progress. अयोध्यायां तत्र विग्रहस्य प्रतिष्ठापनम् अभवत् इति कारणात् एतदपि वदामः श्रीराम राम रामेति मनोरामे तद्वारं वदामः एकवारं सर्वे वदन्तु श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं रामनामवरानने श्रीरामनामवरानो नमेति आपदामपहर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्। अत्र अहं कदाचित् तस्य श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यम् इति श्लोकस्य विवरणं गणितप्रकारेण समर्थितम् इति कदापि उक्तवती किम्? न, यतः राम राम राम इति वदामः चेत् तत्तु सहस्रनाम तुल्यम् इति वदति ईश्वरः पार्वती। सहस्रनामस्तोत्रे फलश्रुतिसमये तदनन्तरं केचन जनाः पाण्डवस्य पाण्डवानां मध्ये युधिष्ठिरः पृष्टवान् खलु केनोपि तत्र किं वा वयं संसारबन्धनात् विमोचनं प्राप्नुमः इति खलु आदौ प्रश्नः। अतः भीष्मः वदति प्रारभ्य सर्वम्, अनन्तरं सर्वं सहस्रनामस्तोत्रं पूर्णतया वदति। तदनन्तरं तत्र इतीदं केशवस्य महात्मना इति प्रारभ्य फलश्रुतिः भवति खलु, तत्र अन्ते भगवान् उवाच यो मां नाम सहस्रेण स्तोतुमिच्छति पाण्डव श्लोकमेकेन श्लोकेन स्तुत एव न संशयः इति अनन्तरं व्यासः वदति वासनाद्वासुदेवस्य सर्वं भवति सः वदति। अनन्तरं पार्वती पृच्छति केनोपायेन लघुना विष्णोर्नाम सहस्रकं पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो इति पार्वती वदति पृच्छति ईश्वरम्। ईश्वरः उवाच श्रीराम राम रामेति मने रमे रामे मनोरमे सहस्रनाम तत्तुल्यं रामनामवरणनेति पार्वतीं प्रति वदति। रामनामं वदामः चेत् राम राम राम इति वदामः चेत् तत्तु सहस्रनामतुल्यम् इति वदति। तत्र राम राम राम इति त्रिवारम् उक्तमस्ति श्लोके। तत्र सहस्रनामतुल्यं महिम्नि तत् भवति वयं जानीमः। तत्र गणिकरीत्या अपि तत् समर्थितम् इति अस्माकं गुरुः एकवारम् उक्तवान् आसीत्। अत्र संस्कृते अपि कटपयादिसूत्रम् अस्ति, जानन्ति खलु कटपयादिसूत्रमिति? पृष्ट श्रुतवन्तः वा? श्रुतवान्? आं महोदय। खादिन वा टादिन वा पादिपञ्च यादि अष्ट इति सूत्रं सूत्रं तत् का आरभ्य खगघङ्गा इति पूर्णतया श्लोकेषु शब्दः न उच्यते, अतः तस्य गणनं न भवति। खगघङ्गा चाचा जाझा तत्र काका घगाङा चाचा जाझा इति मन्ये नव। अनन्तरं टाटा डाढाणा ताथा दधाना तत्र अपि नकारस्य न भवति इति मन्ये, परन्तु तत्रापि नव इत्येव उक्तं, किमर्थम् इति अहं न जानामि। पादि पञ्च पापा भाभामा पूर्णतया पञ्च, यादि अष्ट याराला वा शाशा सह यादि अष्ट, एवम् अक्षराणां कृते संज्ञा संख्यासंज्ञा निरूपिता। तत्र खादिनवा इति भवति चेत् क इत्यस्य वर्णस्य संख्या भवति एकं, ख द्वे, ग त्रीणि, घ चत्वारि, तथा भवति नव। अनन्तरं पादिपञ्च इत्यत्र अपि पफभाभाम 1 2 3 4 5 भवति, अयादि अष्ट इत्यत्रापि तथा एव, तस्मिन् क्रमे एकम् एकं संख्यां योजयामः चेत् तत् क्रमेण तस्य संख्या तस्य अक्षरस्य संख्या का इति वयं जानीमः। इदानीं राम इति स्वीकरोतु, तत्र रा कुत्र आगच्छति? यारा लवा इत्यत्र द्वितीयाक्षरं रा, तस्य संख्या का? द्वे. द्वे पुनः द्वे मा इति अक्षरं स्वीकरोतु. पाभा बाभा मा, तस्य संख्या पञ्च पञ्च. द्वे अस्ति, पञ्च अस्ति. तत्र गुणितं करोतु. गुण टु फैव् टैम्स् किं भवति? दश. दश भवति खलु. अतः राम इति एकवारम् उक्तं चेत् दश. पुनः अग्रिमं रामनाम, राम इति नाम स्वीकरोतु, पुनः तत्र दश. पुनः तृतीयवारं राम इति उक्तं श्लोके, तत्रापि दश. दश दश दश इति त्रिवारं 10 क्यूब् भवति चेत् तत्र संख्या का? अस्तु. शतं. दशं दश दशगुणितं शतं. शतं दशगुणितं सहस्रं. तथा अतः राम राम इति वदामश्चेत् सहस्रम् इति गणितरीत्यापि भवति कटपयादिसूत्रानुसारं. तत्र एवं सहस्रनाम महिम्नि तदुक्तं राम राम इति रामनामस्य रामनामत्र रामनाम उच्चारणेन कियत् फलं दीयते, कियत् फलं लभ्यते इति वक्तुं, तस्य महिमानं वक्तुं एवं शिव ईश्वरः उक्तवान् इति समर्थितम् इति केचन जनाः तत्र अपि तादृशमपि व्याख्यानं कुर्वन्ति इति. सहस्रनाम स्तोत्रस्य विषये एषः कश्चन विशेषविषयः इति. यदि सन्दर्भः लभ्यते, भवन्तः सर्वे पाठनमपि कुर्वन्ति खलु, तदा भवतां छात्रेषु एतत् स्मारयतु, एतत् एकवारं वदतु, सर्वे अपि जानीयुः एतद् विषयं. महोदय, तत्र प्रश्नः अस्ति एकः. सहस्रनाम तत्तुल्यम् अस्ति वा, सहस्रनाम तस्तुल्यम् अस्ति वा इति कश्चन प्रश्नः अस्ति. तत्र किं सम्यक् महोदय? तत्र तत् सहस्रनामतुल्यम् इति भवति, तथा पर्याय क्षम्यता अन्वयः तथा करणीयः. किमिति सहस्रनाम राम तत् एतत् पश्यतु, राम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं रामनाम वरानने इति अस्ति खलु. तत्र प्रय अन्वयक्रमः कथं भवति? हे वरानने इति पार्वतीं सम्बुध्य वदति, श्री श्री इति आगच्छति वा? केवलं राम रामेति इति वर्च श्री आगच्छति. श्रीराम राम रामेति मनोरमे इत्यपि भवितुमर्हति, सम्बोधनं भवति. अथवा अत्र समासपदम् इति अहं रमे इत्यपि इत्येव भवति. तत्र विभजनं कर्तुं न शक्नुमः, परन्तु श्रीराम राम रामेति रमे इति एकं पदम् अस्ति. रामे रमे रामे मनोरमे इति अस्ति. तत्र रमे इति क्रियापदं भवितुमर्हति, इत्युक्ते तत् आत्मीय आत्मनेपदं खलु. अहं रमे इति भवति. तत्र कथम् इति अग्रे पश्यामः. अतः सहस्रनामतत्तुल्यम् इति रामनाम वरानने, तत् रामनाम सहस्रनामतुल्यम् इति अन्वयः भवति. तत् रामनाम तत्र सहस्रनामतुल्यम् इत्यत्र समासः आवश्यकः भवति खलु, नो चेत् तत्र अन्या विभक्तिः कापि योजनीया भवति. परन्तु एकं स्वीकरोतु, सहस्रनाम इति तत्र विभक्तिः विसर्गः न भवति खलु. सहस्रनाम इति पदं भवति, तत् इति पदं भवति. तत्र श्लोके एव सहस्रनाम इत्यनन्तरं किञ्चित् स्थलं दीयते चेत् तथा एव भवितुमर्हति. तत् तुल्यं, तद्भिन्नं पदं, भिन्न भिन्नं पदद्वयं वरानने इति. अतः तत् सहस्रनामतुल्यं. यत् किम् इत्युक्ते राम राम इति रामनामत्रयम् इति अर्थः भवति. अतः तत् सहस्रनामतुल्यं. तादृशे रामे रामे रामेपि अस्ति खलु, तत्र रमे रामे इति तादृशी क्षम्यतां, तादृशी रामे अहं रमे हे मनोरमे अहं रमे इति, रामनाम्नि एव अहं रमे इति अर्थः भवति, आनन्दं प्राप्नोमि इति। तत्र रामनामतुल्यम् इति यदि अथवा सहस्रनामतुल्यम् इति यदि वदामः तर्हि तत्र समस्तपदं न आवश्यकं वा? तत्र व्यस्तप्रयोगः सहस्रनाम्ना तुल्यम् इति किमपि भवितुम् अर्हति, किन्तु समस्तपदम् आवश्यकं तत्र इति भवति मध्ये खलु? आगच्छति इति खलु, अतः वा आम् भविष्यति आम् आम् अतः केनचित् केचित् उच्यते। एकवारं अस्मिन् विषये साधारणतया आर्षप्रयोगः इति उक्त्वा अस्माभिः पाणिनिव्याकरणरीत्या तत्र पदानि न भवन्ति, यतः वाल्मीकिव्यासादयः पाणिनेः पूर्वाः, अतः तेषां पाणिनीयनियमानुसारं सर्वत्र न भवति। इदानीं तत्रैव सहस्रनामस्तोत्र एव अन्यः एकः श्लोकः अस्ति, तत् पठामः, तत् स्वीकुर्मः, अस्माकं सन्देहः आसीत्, वयं हेग्डे महोदयमपि पृष्टवन्तः एतस्मिन् विषये। यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डवा, सोऽहमेकेन श्लोकेन स्तुत एव न संशयः इति वदति भगवान्। तत्र यो यः मां यो नामसहस्रेण स्तोतुम् इच्छति हे पाण्डवा, सोऽहम् एकेन श्लोकेन स्तुत एव, एकं श्लोकं वदति चेदपि अहं स्तुतः इति अर्थः अवगम्यते। परन्तु यः नरः, यः जीवी कोऽपि भवतु अथवा देवः वा भवतु, यः नामसहस्रेण मां स्तोतुम् इच्छति इति भवति चेत्, यः इति पदं कस्य निरूपणं भवति? यः पठति तस्य निरूपणं। सोऽहम् इति भवति चेत् तत्र यः सः इति न, तत् सम्बन्धः एव नास्ति। माम् इति पदेन सह अस्माभिः स्वीकरणीयं भवति, यः मां नामसहस्रेण स्तोतुम् इच्छति मां तादृशः अहम्, सः सोऽहं तादृशः अहं, स्तोत्रं श्लोकमेकेन एकेन श्लोकेनैव स्तुतः एव, एकं श्लोकं वदति चेदपि पर्याप्तम् इति वदति। तथा किञ्चित् स्थितेः समर्थनं करणीयं, स्थितेः गतेः इत्युक्ते योक्ष्यं, स्थितिः तथा अस्ति, तस्य समर्थनं करणीयम् आर्षप्रयोगादिषु, एतदपि अस्ति, रामाय रामभद्राय रामचन्द्राय वेदसे, रघुनाथाय नाथाय सीतायाः पतये नमः, पतिशब्दे पतये न भवति खलु, क्षम्यतां, केवलं पतिः इति स्वीकुर्मः चेत् पत्ये पत्यै इति भवति, पतये न भवति। परन्तु अत्र सीतायाः पतये इति भवति चेत् भिन्नपदद्वयं, तत् केवलं पति इति शब्दस्य पतये कथं भवति इति प्रश्नः। सीतापतिः इति समासः भवति चेत् तदा भवितुम् अर्हति, हरिशब्दवत् भवत्, परन्तु पृथक् पदस्य पतिशब्दस्य इकारान्तपुल्लिङ्गः एव तत्, परन्तु किञ्चिदिव चतुर्थीभक्तिमध्ये भिन्नम् अस्ति। अनन्तरम् एतदपि अस्ति पञ्चमीषष्टिमध्ये अपि तथा एव, हरेः हरिभ्यां हरिभ्यः, हरेः हर्योः हरीणाम् इति अस्ति हरिशब्दे, परन्तु पतिशब्दे पत्या पतिभ्यां पतिभिः, पत्यै पतिभ्यां पतिभ्यः, पत्युः पतिभ्यां पतिभ्यः इति भवति, पत्युः पत्युः इति, केवलं पतिशब्दं स्वीकुर्मः चेत् सीतापति रमापति श्रीपति पार्वतीपति इत्यादीनां विषये समासः भवति इति कारणात् हरिशब्दवत्, तदर्थं सूत्रमपि अस्ति पतिसमास इव इति, समासे इव इति, अतः आर्षप्रयोगः इति उक्त्वा तत् स्वीकरणीयं भवति तावद्, तर्हि तथा अत्र अत्र अपि सहस्रनाम तत्तुल्यम् इत्येव समीचीनः पाठः, सहस्रनाम तस्तुल्यम् इति नास्ति खलु, सकारः नास्ति तत्र तत्तुल्यम्। तत्तुल्यम् इति सन्धिः भवति इति कारणात् तकारद्वयं भवति। आम् प्रश्नः कः इति मया न अवगतम्। हा तत्तुल्यम् इत्येव श्रूयते, किन्तु केनचित् उक्तं तत्र तत्तुल्यम् इति न, तस्तुल्यम् इति अस्ति इति, किन्तु तथा नास्ति खलु, तत्तुल्यमेव. भेदः तत्र एकत्र एकत्र तकारः, एकत्र सकारः इति. ओ तस् सत्तुल्यम् इति वा, न तस् तस् तः इति भवति वा? तः न न इति. तत्तु दोषः इति मन्ये, सहस्रनाम तत्तुल्यम् एव भवति, विसर्गः नास्ति तत्र। अस्तु तदा अस्तु महोदय. सहस्रामतः इति स्वीकुर्वन्ति किल, तथा स्वीकुर्वन्ति इति, किन्तु नामतः इति इत्युक्ते कथं भवति? तत्र तसिल् नामतः प्रत्ययः अनेकेषु तसिल् प्रत्ययः अनेकेषु अर्थेषु प्रयुज्यते इति कृत्वा अत्र तृतीयार्थे अस्ति इति समर्थनं क्रियते. इदमेव प्रथमं वारम् एतादृश भेदः अस्ति इति मया श्रुतम्, अहं न जानामि। परन्तु यत्र सर्वत्र मुद्रणे अपि सहस्रनाम तत्तुल्यम् इत्येव अस्ति, सकारम् अहं न दृष्टवती कुत्रापि। अतः तदेव शुद्धं स्यात् महोदय. सकारः नास्ति शुद्धः. श्रुतं चेत् प्रायः तेषाम् उच्चारणे दोषः वा अथवा अन्ततो गत्वा अत्र सकारः अपि दान्त्य अक्षराणां तवर्गस्य मूलं, तवर्गस्य मूलमपि सकारस्य मूलमपि समानमेव खलु, मूलं पश्यामः चेत्। अस्तु, अत्र सन्दर्भवशात् एतद् उक्तवती अत्र। इदानीं तत्र पूर्वतनपृष्ठं वा एतत् आम् महोदय? आम् अत्र प्रश्नचिह्नः अस्ति, चिह्नम् अस्ति खलु, व्यरचिष्यत् इति, तस्य वाक्यस्य आरम्भः कुत्र भवति? ततोपि पूर्वतनपृष्ठे वा? कथं भगवन् तु तत्र केवलम् एकवारं तत् वदतु, अर्थविवरणं पूर्वमेव कृतं, परन्तु फ्लो भवति तत्र। भगवन् सामान्यराजभृत्यस्य पुत्रः शिववीरः यदि नाम ना, ना, नाम नाभविषये नाभ नाम नाभविष्य नाभ नाभ भकारः तत्र भविष्यत् न भविष्यत् इति, ओ न भविष्यत् भविष्य स्वयं स्वयम् ईदृशः ऊर्जस्वलः तत् कथं स्वर्णदेवसदृशं सहचरं प्राप्स्यत? तद् द्वारा समस्तं कल्याणप्रदेशं कल्याणदुर्गं च सह स्वहस्तं स्वहस्तगत गतम् अकरिष्यत्, अकर्ष्यत्। कथं तोरणदुर्गभोगभाजन भाजनता थाम कल कलयिष्यत्, भोजनताम् अकलयिष्यत्, भोजनताम् अकलयिष्यत्, अत्र कथं पश्यतु अभविष्यत्, अकरिष्यत्, अकलयिष्यत्, एतादृशक्रियापदानि कस्मिन् लकारे आगच्छति? लकारः तत्र हेतु हे हेतुमद्भावः इति, लृङ् लकारः. वयं गीतासोपाने द्वितीयभागे पठितवन्तः खलु, तत्तु तत्र रूपनिर्माणमपि एवं भवति खलु. अ इति अस्ति पूर्वं, लङ् लकारस्य सदृशं भवति. त् त् इति अभवत् इति वदामः खलु लङ् लकारे, तत्र पूर्व पूर् प्रथमाक्षरम् अस्वीकरोतु, त् इति अन्तिमं, मध्ये करोत् इति अकरोत् इति लङ् लकारे भवति, तस्य स्थाने करिष्य इति भविष्यत्कालरूपस्य एकं भागं स्थापयतु, तदा अकरिष्यत् इति भवति. तथा भवति चेत् तत्तु एतत् वयं वदामः खलु, इफ् इट् हेड् बीन् लैक् दिस् इट् वुड् हेव् बीन् लैक् दिस् इति वदामः खलु, इफ् यु हेड् टोल्ड् मी अर्लियर् ऐ वुड् हेव् कम् इति भवामः वदामः खलु, मैट मे इति वक्तुं, तत्तु कंडीशनल सेंटेंस, ओनली इफ इट हैड बीन डन लाइक दिस आई वुड हैव डन दिस इति वदामः चेत् तत्र कंडीशन अस्ति. तदेव एतत् लकारः, एषः लकारः हेतु हेतुमद्भाव लक इति तस्य अर्थः. लकारः लृङ् लृङ् लकारः, लृङ् लकारः इति. एकवारं गीतसोपानस्य तं भागं द्वितीयभागे अस्ति, तत् पठन्तु एकवारं, तस्य अनेक उदाहरणानि भवन्ति. तत्र बहु सुलभं अकरिष्यत् इति, तत्र केवलं श्यकारः इति चेत् सुलभः भवति. दृष्टवान् इति वदामः चेत् दाधातोः भविष्यत्कालः कथं भवति रूपं? रक्षति लृट् लृट् लकाररूपं कथं भवति? दृश्यति, द्रक्ष्यति, द्रक्ष्यति द्रक्ष्यति इति भवति. द्रक्ष्यति तथा दाधातोः रूपं कथं भवति? दास्यति, दास्यति. श्रुतु शृणोति इत्यस्य श्रोष्यतु श्रोष्यति इति भवति खलु. तत्रापि तथा एव, अश्रोष्यत् पृच्छति इत्यस्य प्रक्ष्यति इति भवति. भवान् फलम् अप्रक्ष्यत् तर्हि अहं फलम् अदास्यम् इति. तत्रापि पुरुषत्रयेपि आगच्छति रूपम्, अतः दास्यति, दास्यतः दास्यन्ति इति आगच्छति खलु. दास्ये दास्यामि, दास्यावः, दास्यामः इति भवति. तत्र उत्तमपुरुषे अहम् इति सब्जेक्ट् कर्तृपदं भवति चेत् उत्तमपुरुषे तादृश लृङ्गालकारः करणीयः भवति. तत्र तदेव भवती यदि असूचयिष्यत् अहम् एतत् कार्यम् अकरिष्यम् इति वक्तव्यम्. इफ् यु हेड् टोल्ड् मी, इफ् यु हेड् इण्टिमे इण्डिकेटेड् मी, ऐ वुड् हेव् डन् दिस् इति अर्थः. तत्तु हेतु हेतुमद्भावः इति तस्य नाम. अत्र तदेव शिवीरो शिववीरः यदि नाम न अभविष्यत् ईदृशम् ऊजस्वलः कथं सह सहचरं प्राप्स्यत् इति प्राप्स्य प्राप्यति प्राप्नोति इति लट्लकारः. प्रा उपसर्गः इति कारणात् अकारः तदनन्तरमेव आगच्छति. अतः तत्र तस्य भविष्यत्कालरूपं कथं भवति? प्राप् आप्नोति इत्यस्य प्राप्स्यति आप्स्यति. प्रा उपसर्गः भवति चेत् प्राप्स्यति. प्राप्स्यति तत्रत्य अकारः प्रा अनन्तरम् आगच्छति, स्या तथा एव भवति. परन्तु तत्र तेन त् इति लङ्लकारस्य अन्तिमम् अक्षरम्, अतः एव प्राप्स्यत् इति अभवत्. यत्र यत्र उत्तमपुरुषः उपसर्गः अस्ति तत्र अकारः अनन्तरम् आगच्छति. किञ्चित् तत् पाठम् एकवारं पठन्तु, यतः अग्रे अपि बहुधा आगच्छति तत् सः लकारः आगच्छति एव. अस्तु, तद्वारा समस्तं कल्याणप्रदेशं कल्याणदुर्गं च स्वहस्तगतम् अकरिष्यत्. कथं तोरणदुर्गभोगभाजनताम् अकलयिष्यत्? कलयति, अकलयिष्यति, अकलयिष्यति, अकलयिष्यत् इति रूपपरिवर्तनं भवति. तस्य अर्थं भवन्तः पूर्वमेव पठितवन्तः, अग्रे पठतु कथं. कथं तोरणदुर्गात् दक्षिणपूर्वस्यां पर्वतस्य शिखरे महेन्द्रमन्दिरखण्डमिव घर्षितारिवर्गं डमरुः हुडुक्कार तोषित भगं रायगढनामकं महादुर्गं व्यरचयिष्यत् तत्रापि पश्यतु व्यरचयिष्यत् इति उपसर्गः, अनन्तरम् अरचयिष्यत् इति रूपं लृङ्लकारस्य एव. एतत् सर्वं तथामेव. शिवराजः न अभविष्यत्, एतानि कार्याणि कथम् अभविष्यन् इति अर्थः. अस्तु, घर्षितारिवर्गम् इति जानाति खलु पदस्य अर्थः कः इति? घर्षित अरिवर्गम् इत्युक्ते शत्रुनाशकं सः इति हरिवर्गं पूर्णतया घर्षितवान् इति धर्षितवान् इति कारणात् तथा दमरुहुडुकारतोषितभर्गं तस्य अर्थः कः? भर्गः कः? डमरु किं वादयति? डमरु किं कः वादयति? शिवः शिवः, भर्गः शिवः, भर्गस्य शिवस्य पर्यायपदं भर्गः इति. अस्तु, डमरु हुडुकारतोषित एतादृशवाद्य शब्देन तोषितः भवति भर्गः. अतः डमरु रुडुकार हुडुकार तोषित भर्गं रायगढनामकं महादुर्गं यरचयिष्यत् इति. तस्य तथा पर्वतः अस्ति वा तत्र जाने दुर्गम् अथवा दुर्गस्य नाम अथवा भवति वा? रायगढ़, रायगढ़ रायगढ़ इति इति शिवराजस्य किं क्यापिटल् आसीत्, ओहो तथा वा, राजधानी तदपि दुर्गस्य उपरि एव दुर्ग. आसीत् नगरम्. अस्तु, कथ आमां दुर्गः आसीत्, अपि च दुर्गम् एतं दुर्गं शिवराजः एव निर्मितवान् इति. अस्तु, अनन्तरं कथं वा तपनीयभित्तिका झटितमहारत्नकिरणावली वितन्यमान महावितान विततिविरोचित प्रतापतापित परिपन्थिनिवहं चन्द्रचुम्बन चतुरचारुशिखरनिकरं तथा पठतु अग्रिम अग्रिम पाराग्राफ् मध्ये तथा पठतु. इदानीं विमला भगिनी भवती किञ्चित् पठतु. कथं वा तपनीय ततः आरभ्य? म्यूट् मध्ये अस्ति. आं महोदय, कथं वा इदानीं श्रूयते, वदतु, पठतु. कथं वा तपनीयभित्तिका झटितमहारत्नकिरणावली वितन्यमान महावितानवितविरोचित प्रतापतापित परपन्थिनिवहं चन्द्रचुम्बनचतुरचारुशिखरनिकरं भुशुण्डिकाकिरणाङ्कितप्रचण्डभुजदण्डरक्षक रक्षकुलविधीयमानपरस्सहस्रपरिक्रमं कः धमद्धमद्धमद्धमद्धोधूयमान ओजो गुणः भवतु भगिनि गद्यरूपे तु धमद्धमहो धमद्धोधूयमानानैकध्वजपटलनिर्मथित महाकाशं प्रतापदुर्गं निरमापयिष्यत्. धमद्धमद्धमद्धोधूयमानानेकध्वजपटनिर्मथित महाकाशं प्रतापदुर्गं निरमापयिष्यत्. कथं वा आगत एव शिववीरः इति आगतः भ्रमेणापि एषः शिववीरः इति भ्रमेणापि सम्भाव्य अस्य विरोधिषु केचन मूर्छिताः ओहो निपतन्ति, अन्ये विस्मृत शस्त्रास्त्राः पलायन्ते, इतरे महात्रासाकुञ्चितोदरा महात्रासा कुञ्चितोदरा विशिथिलवाससो नग्ना भवन्ति, अपरे च शुष्कमुखा दशनेषु तृणं सन्धाय साम्रेडं प्रणिपात परम्परा रचयन्तो जीवनं याचन्ते इति. किमर्थं तथा उच्यते इति पश्यामः. अत्र ते शत्रूणां स्थितिः कथं भय भवति इति भय उक्तवान् सः. आगतः अतिभीताः. शिवीरः इति भ्रमेण अपि केचन एवं शत्रुषु केचन मूर्छिताः निपतन्ति, केचन विस्मृत शस्त्रान् शस्त्राणि त्यक्त्वा धावन्ति. पलायनं कुर्वन्ति, इतरे बहु भयम् अनुभूय तेषाम् उदरं कुञ्चितं भवति, संकुचितं भवति, यतः वस्त्राणि शिथिलतां शिथिल प्राप्नोति, वासांसि आगच्छति एव. अनन्तरं अपरे च शुष्कमुखाः शुष्कमुखाः दशनेषु तृणं सन्धाय साम्रेडं, भयेन वा किमर्थं तृणं दशनेषु स्थापयन्ति इति अहं न जानामि. साम्रेडं प्रणिपातपरम्पराः परम्परां रचयन्तः जीवनं याचन्ते इति. अस्तु, इति अस्ति. अत् अग्रे सन्ध्या भगिनी एतत् पठतु. ततस्तस्य ततस्तस्य महाप्रतापम् अवगत्य किञ्चित् भीते इव तच्छत्रूणां चाहवे न चावहे अवहेलानां चावहेलाम् आकलय्य किञ्चिद् अरुणनयने इव दक्षिणहस्ताङ्गुष्ठतर्जनीभ्यां श्मश्चग्र परिमृजति स्वनसेनाकृतौ। श्मश्रुग्रम् अग्रं हा श्मश्रु भवति स्मष्टग्र खलु तस्य अग्रम् एवं कुर्वन्ति खलु तदेव हा श्मश्वग्रं परिमृजति यवनसेनापतौ ओ तानरङ्गः यमनसेनापतिः कः सः अफजलखानः अफजलखान् तस्य विषयः भवति अग्रे तानरङ्गः तानरङ्गः पुनर्न्यवेदयत्। अस्तु न्यवेदयत् तत्र आपजनकालस्य सः शिवराजस्य वाक्यं श्रुत्वा सः तस्य स्थितिः कथम् अभवत् सः शिवराजस्य प्रतापम् अवगत्य किञ्चित् अवगत्य भीतः किञ्चित् इव भीते इव तस्य नयने भीते इव जाते इति किञ्चित् तच्छत्रूणां च अवहेलाम् आकलय्य किञ्चित् अरुणनयने इव तस्य अभवत् तस्य इदानीं अभयवचनम् शिवराजस्य वीरपराक्रमविषयान् सर्वान् यदा सः उक्तवान् तेन शत्रुपक्षस्य अपजनकालस्य पक्षः शत्रुपक्षः तेषाम् अवहेलनरीत्या आसीत् एतत् सर्वम् अपमाननरीत्या अतः किञ्चित् कोपमपि आगच्छति अरुणनयनम् अपि आगच्छति अनन्तरं भीतिः अपि भवति अनन्तरं दक्षिणहस्ताङ्गुष्ठे तर्जनीभ्यां श्मश्रूं परिमृजति सः अतः तानरङ्गः पुनः किम् इति उक्तवान् पठतु सन्ध्या भगिनी अग्रे अग्रे नयति महोदय। परन्तु अद्य तदेव खलु परन्तु अद्य सिंहेन सह शिवस्य सामुख्यमस्ति तन्मन्ये इयम् अस्तमनवेला तत् प्रतापसूर्यस्य ओ इति तस्य विषये वदति तत्र शिवराजस्य शत्रोः विषये इदानीं वदति सिंहेन सह सामुख्यमस्ति। तत् कर्णे कृत्वा सन्तुष्ट इव सकन्धराकम्पं सेनापतिरुवाच अथात्र संग्रामे कस्य विजयः सम्भाव्यते इति। तु केवलं यद्यपि शिवराजस्य प्रशंसामेव एतावत् पर्यन्तं सः कृतवान् गौरसिंहः तदनन्तरं एतदपि वदति यतः तस्य मुखं दृष्ट्वा अभजनकालस्य मुखं दृष्ट्वा तस्य इतोपि किञ्चित् सन्तोषं जनयामः इति चिन्तयित्वा परन्तु इति उक्त्वा सिंहेन सह शिवस्य सामुख्यमस्ति इत्युक्ते सिंहः कः अफजलखानः इति भवान् सिंहसदृशः भवता सह सामुख्यमस्ति अतः मन्ये तस्य प्रतापसूर्यस्य शिवराजस्य अस्तमनवेला एव इति एवं वदति चेत् सः सङ्गीतोपासकः खलु सः विद्वान् सङ्गीतविद्वान् इत्येव सः जानाति अतः तस्य किञ्चिदिव अभजनकालस्य विश्वासं प्राप्नुमः इति कारणात् तथा वदति अतः एव तत् श्रुत्वा किं करोति एव सः तर्हि सः पृच्छति कस्य विजयः सम्भाव्यते। स उवाच श्रीमन् यदि शिवस्य साहाय्यं साक्षात् शिव एव न कुर्यात् तद् विजयपुरस्यैव विजयः। पुनः यदि शिवस्य सहायं साक्षात् शिवः एव न कुर्यात् ततः विजयपुरस्य विजयः वा भवतु अस्तु विजयपुरस्य इत्युक्ते बिजापुर् खलु विजयपुरस्य एव नायकः अस्ति अभजनकालः अतः तस्य जयः एव भवति अथ सहासं सोऽब्रवीत् को नाम खपुष्पायितः शशशृङ्गायितः कमठीस्तन्यायितः सरीसृपश्रवणायितः भेकरसनायितः वन्ध्यापुत्रायितश्च शिवोऽस्ति य एनं रक्षिष्यति दृश्यतां श्वः एव एषो श्वः एव एषो अस्माभिः पाशैर्बद्ध्वा चपेटैस्ताड्यमानो विजयपुरं नीयते। भ्योः इदानीं पश्यतु, एते विषयाः न भवन्ति एव. खपुष्पा इतः इत्युक्ते गगने कुसुमानि सन्ति खलु. गगनकुसुमः इत्युक्ते कुसुमम् इत्युक्ते तत्तु असम्भाव्यम्. अनन्तरं शशशृङ्गा इतः इत्युक्ते शशस्य शृङ्गानि सन्ति खलु, शृङ्गे स्तः किं न, अतः तत्तु नास्ति इति असम्भाव्यम्. शशशृङ्गायितः खपुष्पायितः कमठीस्तन्यायितः इत्युक्ते कमठी इत्यस्य साधारणतया कूर्मं वदन्ति कमठ इत्युक्ते, तत्र स्तन्यं नास्ति केवलं तद् एतानि सर्वाणि तत्र अण्डानि सन्ति चेत् त पक्षिणः वा जलचराः तेषां सन्यं दुग्धं नास्ति खलु, मेमल्स् न खलु ते सर्वे, अतः तत्तु नास्ति इति कारणात् असम्भाव्यं. कमठस्य कमठ्याः सन्यं नास्ति इति. सरीसृपश्रवणायितः, सरीसृपः इत्युक्ते कः, सर्पः, सर्पः, सर्पस्य श्रवणं श्रोत्रे न सन्ति खलु सर्पस्य. स्नेक्स् डोण्ट् हाव् इयर्स्. अस्तु, भेकरसनायितः, भेकस्य मण्डूकस्य रसना नास्ति इति. तत् किमपि किञ्चित् नाळमिव वर्तते तत्र तथा प्रसरति, तत्र क्रिमिकीटादीनि आगच्छन्ति चेत् तथा एव निगलन्ति साधारणतया मण्डूकः, रसना नास्ति इति. वन्ध्यापुत्रा इतश्च, वन्ध्यायाः पुत्रः न भवति. तथा शिवः अपि नास्ति इति नास्तिकवादं वदति अपजलकानः. शिवः इति देवः एव नास्ति, कथं शिवराजस्य एतत् सर्वं सहायं कर्तुं शक्नोति इति. शिवः एव नास्ति, शिवराजस्य सहायं कः करोति. यथा एते विषयाः असम्भाव्यानि असम्भाव्याः, तथा शिवः अपि नास्ति इति. यः एनं रक्षिष्यति दृश्यतां श्वः एव एषः अस्माभिः पाशैः बद्ध्वा चपेटैः ताड्यमानः विजयपुरं नीयते इति. शिवस्य बन्धनं, शिवराजस्य बन्धनं वयं कुर्मः इति. अग्रे पठितम् इति अहं पठामि वा? इति सकष्टं सकष्टम् आकर्ण्य स्यात् एवं भगवन् इति कथयति तानरङ्गे. अभिमानपरवशः सः स्वसहचरान् सम्बोध्य पुनरादिशत् भोः भोः योद्धारः. भगवन् स्यादेवं तथा स्यात् इति सः वदति तानसिंहः, तानरङ्गः. अतः अफजल् गानः एवं तस्य भटान् सहचरान् एवम् आदिशति. भोः भोः योद्धारः, सूर्योदयात् प्राक् एव भवन्तः पञ्चापि सहस्राणि साधीनां, दशापि च सहस्राणि पत्तीनां सज्जीकृत्य युद्धाय तिष्ठत. गोपीनाथपण्डित द्वारा आहूतः अस्ति मया शिववराकः. गोपीनाथः इति पण्डितस्य द्वारा सन्देशं प्रेषितवान् अफजलखान, तस्य आतिथ्यं स्वीकर्तुं शिवराजः आगच्छतु इति. अतिथिरूपेण वयम् आनयामः तम् इति. तद् यदि विश्वस्य सः समागच्छेत् ततः तु बद्ध्वा जीवन्तं नेष्यामः, जीवन्तं नेष्यामः. अन्यथा तु सदुर्गम् एनं धूलीकरिष्यामः. यदि यद्यपि एवं स्पष्टमुदीरणं स्पष्टमुदीरणं राजनीति विरुद्धं तथापि मद् आवेशः तु न प्रतीक्षते विवेकम् विवेकं न प्रतीक्षते न विवेकं प्रतीक्षते अस्तु यथा मदावेशः इति समास्पदं तत् मम आवेशः न प्रतीक्षते एतत्तु स्पष्टम् उदीरणं राजनीतिविरुद्धं साधारणतया एतादृश कूटकार्यं यदा ते योजयन्ति अथवा तस्मिन् विषये चिन्तनं कृत्वा तत् तस्य कार्यं कर्तुम् इच्छन्ति तत् सर्वेषां पुरतः न वक्तव्यं साधारणतया अतः एव राजनीतिविरुद्धम् एतत् परन्तपि नाम यत् यादृशः आवेशः मम मनसि अस्ति तत् विवेकं न पश्यति इति अविवेककार्यमपि अहं करिष्यामि एव इति तत्र कोऽपि प्रश्नः नास्ति चेत् अग्रे सरामः विमला भगिनी पठतु महोदय तदवधार्य समस्तकपुरुषान्दोलनं यदा ज्ञाप्यते यदा ज्ञाप्यते इति वाचां धारा सम्पातैरिव स्नापयत्सु पारिषदेषु गोपनीयः अयं वृत्तान्तः कथं स्पष्टं कथ्यते इति दुर्मनायमानेष्विव इति भाति दुर्मनायमानेष्विव च अकस्मादेव प्रविश्य सूदेन उक्तं श्रीमन् व्यत्येति भोजनसमयः तत् श्रुत्वा आ एवं किल एतत् इति स उत्प्रासं सविस्मयं स कूर्चोद्धुननं स उपबर्हताडनमुच्चार्य स उपबर्हताडनमुच्चार्य सपदि उत्थाय पुनरागम्यताम् इति तानरङ्गं विसृज्य सेनापतिः अन्तः प्रविवेश तानरङ्गस्य यथागतम् इव वृत्ते तत् तस्य अर्थं किञ्चित् सङ्ग्रहेण वदतु आरम्भतः सर्वेपि तत् समय तत् यथा भवान् आज्ञापयति इति सर्वे शिरम् अत्र तत्र शिरस्य आन्दोलनं कृतवन्तः सर्वे कूर्चस्य आन्दोलनं सर्वं वदन्ति धारा सम्पातैः पारिषदेषु स्नापयत्सु इति वाचां सर्वे जनाः युगपत् यदा ज्ञापयते यदा ज्ञापयते तथा करिष्यामः इति वदन्ति चेत् तत्र बहु शब्दः भवति खलु तद्धारा सम्पातः इव वाटर्फाल्स् इव तथा पारिषदेषु स्नापयत्सु धारा सम्पातेन सर्वे स्नानं कृतवन्तः इव शब्दः अभवत् तदा अपि च तदा वदति सः गोपनीयः अयं विषयः इति कथं स्पष्टं वृत्तान्तः कथं स्पष्टं कृत्यते कथ्यते इति अकस्मादेव प्रविश्य सूत इति दुर्मनाय मानेषु इव इव इति एवम् एते सर्वे रहस्यविषयः किमर्थं स्पष्टं बहिः वदति इति किं वदति इति मनायमानाः सन्ति ते सर्वे परिषदजनाः अतः तदा पाचकः आगच्छति सूदः आगच्छति भोजनसमये इति वदति तदा सः तत्र गच्छति तानरङ्गः तु ततः निर्गच्छति सेनापतिः अन्तः गच्छति सः सेनापतिः भोजनार्थं गच्छति गच्छति तादरङ्गः ततः यथागतं यथागतं तथा निर्गच्छति अस्तु सन्ध्या भगिनी पठति किम् अग्रे इतस्तु प्रतापदुर्गे विहिताहारव्यापारे रजतपर्यङ्कामेकाम् अधितिष्ठते किञ्चित् तन्द्रापरवशे इव गोपीनाथे शिववीरः शनैरुपसृत्य प्रणम्य उपाविशत् अवोचत् च उपाविशत् अवोचत् च अहो भाग्यमस्माकं यद् आलयं युष्मदादृशाः भूदेवाः स्वचरणरजोभिः पावयन्ति इति। तर्हि साधा अहम् इदानीमपि न जानामि गोपीनाथः कस्य पक्षे अस्ति इति. अभजनकालस्य सः एव प्रेषितवान् गोपीनाथपण्डितं. सः आम् शिवराजस्य शत्रुरूपेण वा आगच्छति अथवा दूतरूपेण सः प्रायः आगच्छति? दूतरूपेण एव आगच्छति महोदय। आगच्छति, परन्तु कस्मिन् पक्षे अस्ति इति वयं न जानीमः सः अफजल गोपीनाथः. खानः प्रेषितवान् अस्ति तम्। अस्तु. तर्हि गोपीनाथपण्डितः किं करोति, प्रतापदुर्गे सः भोजनादिकं कृतवान्। अनन्तरं रजतपर्यङ्काम् एकां तत्र रजतपर्यङ्के तिष्ठ स्थितवान् अस्ति। अनन्तरं किञ्चित् निद्रावशः तन्द्रावशः जातः अस्ति। तदानीं शिववीरः तत्र आगच्छति, अस्माकं भाग्यं यद् भवान् आगतवान् अत्र इति। उपविश्य वदति अपि. आम् अग्रे अपि पठतु. अथ तयोरेव तयोरेव अमभूवन्नालापः तयोः एवम् तयोरेवम् अभूवन् आलापः अथ तयोरेवम् अभूवन् आलापः गोपीनाथः तयोः एवम् अभूवत् आलापाः. अभूवन् ओ एव खलु क्षम्यताम्, आलापः। अभूवन् आलापाः, बहुवचनं खलु, अतः अभूवन् आलाप. अत्र भूवन् इति क्रियापदं कस्मिन् लकारे अस्ति? लुङ् लकारः। लुङ् लकारे. अस्तु. अग्रे. राजन् राजन् कोत्र सन्देहः, सर्वथा भाग्यवान् असि। परं साम्प्रतं नाहं पण्डितत्वेन कवित्वेन वा समायातोऽस्मि, किन्तु यवनराजदूतत्वेन। तत् श्रूयतां यदहं निवेदयामि इति। शिववीरः शिव शिव खलु खलु खल्विदम् उक्त्वा येषां श्रीमतां चरणेनाङ्कितं विष्णोरपि वक्षस्थलम् ऐश्वर्यमुद्रयैव मुद्रितं विभाति, न तेषां ब्राह्मणकुलकमलदिवाकराणां यवनकैङ्कर्यकलङ्कपङ्को युज्यते। यः यं शृण्वतोऽपि मम स्फुटत इव कर्णौ, तथापि कुलीना निरभिमाना भवन्ति इति आनीतश्चेत् कश्चित् सन्देशः, तदेष आज्ञाप्यतां श्रीमच्चरणकमलचञ्चरीकः। एतत् सर्वं किञ्चित् व्यङ्ग्यरीत्या एव वदति. आम् गोपीनाथः महापण्डितः, एतत्तु येषां श्रीमतां चरणेन अङ्कितं विष्णोरपि वक्षस्थलम् ऐश्वर्यमुद्रया एव मुद्रितं विभाति. तत्र एता जानन्ति खलु, विष्णोः वक्षस्थले भृगुमहर्षिः इति कश्चन ऋषिः आसीत्. सः तस्य ताडनं कृतवान्. तस्य बहु गर्विष्ठः. तस्य पाददण्डे एकं नेत्रम् आसीत्, नेत्रसदृशम् आसीत्. तेन कारणेन एव बहु कोपं तस्य सर्वदा. अतः किञ्चिदपि प्रतिवचनं केनापि उक्तं चेत् सः न सहते स्म, तावत् कोपिष्ठः. तावान् एकवारं त्रिमूर्तिनपि द्रष्टुं सः गतवान्, ब्रह्मलोकं गतवान्. तत्र ब्रह्मा सरस्वती किञ्चित् सरस्वतीदेव्या सह एकान्ते आसीत्. यदा भृगुमहर्षिः तादृशदेवानां स्थलं गच्छन्ति चेदपि झटिति तस्य तैः गौरवम् अपेक्षते एषः ऋषिः. ब्रह्मा किञ्चित् विलम्बेन बहिः आगतः. अनन्तरं बहु कोपम् अभवत् तस्य भृगुमहर्षेः, भवतः पूजा न भवतु इति शापं ददाति. अनन्तरं ईश्वर कैलासं गच्छति, तत्रापि शिवपार्वत्योः किञ्चित् सल्लापरूपेण तेषां सम्भाषणं कुर्वन्तौ स्तः, तत्रापि झटिति न आगच्छति ईश्वरः इति कारणात् तत्रापि शापं ददाति, भवतः विग्रहस्य पूजा मास्तु, लिङ्गरूपेण भवतु इति. अनन्तरं वैकुण्ठं गच्छति, तत्र नारायणलक्ष्मी विष्णुः लक्ष्मीदेवी अपि किञ्चित् किमपि क्रीडां क्रीडन्ति क्रीडतः स्म. तत्र यदा बहु कोपम् आगच्छति, विष्णोः वक्षस्थले एव सः पादताडनं करोति भृगुमहर्षिः, तादृश अहङ्कारी सः. तदा विष्णुः झटिति तस्य शापवचनात् पूर्वमेव किमपि सः वदति इति कारणात् पूर्वमेव अपराधं क्षमस्व, मम अपराधं क्षमस्व, अहं किञ्चित् भवतः कृते बहु शीघ्रं गौरवं मया दातव्यम् आसीत्, भवान् अहं मम दोषः एव, कृपया क्षमस्व इति तस्य नमस्काररीत्या तस्य पादद्वयमपि गृहीत्वा तथा एव उपरि उपरि गत्वा तत्र पाददण्डे नेत्रम् एकं नेत्रम् आसीत् तत्र सः सम्यक् विमृ अमृ मृष्टवान् मृष्टवान् तत्र नेत्रस्य बहिरागमनम् अभवत्. तदा झटिति तस्य कोपं सर्वम् आवेशः सर्वम् अपगतं भृगुमहर्षेः. सः बहु व्यसनी भूत्वा अपराधं क्षमस्व इति विष्णोः पादयोः पतित्वा सः क्षमापणं पृच्छति. सः अस्तु तस्य विषयः गतः. तदनन्तरं सः बहु साधुः अभवत् इति कथा. परन्तु वक्षस्थले लक्ष्मीदेवी अपि आसीत् खलु, तस्याः बहु कोपम् अभवत्, भवान् जगत्पतिः जगन्नाथः, भवतां वक्षस्थले मम एव वासः, मम एकस्याः एव वासः भवति, तत्र कथं सः एवं कृतवान् इति, अहम् अत्र न तिष्ठामि इति सः कोपेन गतवती. तदनन्तरमेव भूलोकं गतवती इति पृष्ट्वा श्रुत्वा भगवान् विष्णुः अपि भूलोकम् आगतवान्. तदा एव तिरुपतिवेङ्कटरमणस्य श्रीनिवासस्य भूलोक आग श्रीनिवासरूपेण वेङ्कटेशरूपेण तिरुपतिपर्वते अस्ति खलु श्रीनिवासः, सः न भगवान् विष्णुः अवताररीत्या कलियुगे तिरुपतिमध्ये आगतवान् इति तस्य पूर्वतनकथा एवं भवति. अतः अत्रापि चरणेनाङ्कितं विष्णोरपि वक्षस्थलम् ऐश्वर्यमुद्रया एव मुद्रितं विभाति, न तेषां ब्राह्मणकुमलकमलदिवाकराणां यवनकैङ्कर्यकलङ्कपङ्को युज्यते इति. अतः भवान् बहु श्रेष्ठः, भवतः एव यावत् श्रेष्ठत्वम् अस्ति इत्युक्ते भवतः चरणेनापि अङ्कितं भवति चेदपि विष्णोः वक्षस्थलमपि तत् तस्य भवतः पादचिह्नितं स्वीकर्तुं युज्यते सः अपि. अतः एतत् तादृशब्राह्मणः भवान् किमर्थम् एवं यवनस्य कैङ्कर्यं कलङ्के कलङ्कः इव पङ्के सः भवान् तत्र पतति, किमर्थं तस्य सेवां करोति इति शिवराजस्य प्रश्नः. एत यः यं विषयं शृण्वतः एव मम कर्णौ स्फुटत इव भासते इति. अस्तु संध्या भगिनी भवती वा एतत् उक्तवती? आम् महोदय, अहं पठितवती. अत्र श्रीमच्चरणकमलचञ्चरीकः इत्युक्ते किं महोदय? चञ्चरीकः भ्रमरः. तस्य पादकमलम् इति वदामः खलु, कमलस्य कृते भ्रमराः आगच्छन्ति इति. गोपीनाथः वीर अद्य न आगतवती किं? साधारणतया वा सा न दृश्यते, परन्तु ज़ूम् मध्ये भवति अतः न आगतवती. नास्ति. अस्तु. गोपीनाथः वीर कलिरेशकालः यवना आक्रान्तः अयं भारतभू एवमेव पदं यवनेन आक्रान्तः यवनाक्रान्तः यवनाक्रान्तः अयं यवनाक्रान्तः अयं भारतभूभागः तत् तन् तन् तत् ता तत् न अस्माकं अस्माकम् तत् न अस्माकं तथा तानि तेजसा तेजांसि यथा वर्णयसि तेजांसि यथा वर्णयसि कलिकालः इति साम्प्रतं तु विजयपुरादीश विधीर्णां भृतिं भुञ्जे इति तद् आज्ञाम् एव परिपालयामि तत् श्रूयतां तद् आदेशः भृति इत्युक्ते वेतनम् इति यत् तत्र कार्यं करोति राज्यसभायाम् अहं तस्य अन्नम् अहं भुञ्जे इति प्रयुञ्जे इति अतः तस्य अन्नमेव अहं खादामि इत्युक्ते अर्थः कः तस्य समीपात् मरुडम् अस्तु अहं वेतनं सम्पादयामि कार्यं कृत्वा अतः तस्य आज्ञानिर्वहणं मम कर्तव्यम् इति वदति अतः सः यत् यं सन्देशं प्रेषितवान् तत् अहं वदामि श्रूयताम् शुभवीरः आर्य अवदधामि कथयति गोपीनाथः कथयति विजयपुरेश्वरः यत् वीर परित्यज्य नवामिमां चञ्चल परित्यज नवामिमां चञ्चल चञ्चलता चञ्चलताम् अस्माभिः सह युद्धस्य तत्र अन्वयः एवं भवति अस्माभिः सह इमां चञ्चलतां परित्यज इदानीं नवाम् इमां चञ्चलतां परित्यज सः युद्धस्व अस्माभिः सह युद्धस्व युद्धस्य युद्धस्य वा तदा एवं भवति युद्धस्य चञ्चलताम् अस्माभिः सह युद्धस्य चञ्चलतां नवाम् इमां परित्यज तत्र एव भवति अद्य नेत्रपरीक्षा भवति किञ्चित् डैलेट् कृतवन्तः अतः सम्यक् द्रष्टुम् अहं न शक्नोमि अस्तु अग्रे त्वद् अपेक्षया अत्यन्तम् अत्यन्तम् अधिकं बलिनः वयं प्रवृद्धः अत्र कोशः महती सेना बहूनि दुर्गाणि बहवः च वीराः सन्ति बहूनि दुर्गाणि बहवः च वीराः सन्ति तत् शुभमात्मनम् इच्छसि चेत् तत् शुभम् आत्मनः इच्छसि चेत् तत् शुभमात्मनः इच्छसि चेत् त्यक्त्वा निखिलां चञ्चलतां शस्त्रं दूरतः परित्यज्य करप्रदताम् अङ्गीकृत्य समागच्छ मत्सभायां मत्तः अस्तु अवगतं खलु सर्वम् आम् आम् अतः भवतां शुभं प्राप्तुं तेन सह स्नेहं करोतु इति अतः तत् कर्तुं सः करं ददाति तद् अङ्गीकरोतु स्नेहरीत्या इति परन्तु सर्वे जानन्ति तत्र वञ्चना अस्ति इति स्नेहरूपेण तम् आहूय तत्र तस्य बन्धनं कर्तुं ते इच्छन्ति मत्तः प्राप्तपदश्चिरं पदश्चिरं जीव मत्तः प्राप्तपदः पदः चिरं जीविष्यसि मत्तः प्राप्तपदः चिरं जीविष्यसि अन्यथा तु सदुर्दशं निहतः कथा अवशेषः संवत्सर्यसि संवत्स्यसि संवत्स्यसि अन्यथा अन्यथा तु सदुर्गं निहतः कथावशेषः इत्युक्ते युद्धं भवति चेत् भवतः पराजयः एव भवति, भवान् सजीवं न भवति। अतः दुर्दशं निहतः कथावशेषः इत्युक्ते भवतः कथा एव अवशिष्यते, भवान् न भवति, जीवति इति न जीविष्यति, तथा संवर्षसि तथा भविष्यति इति। तत् केवलं त्वयि दया दया दया दयया इव दयया इव एव अयि दयया विरुद्धि एव वृद्धि सन्ति दयया एव सन्देशं प्रेषयामि, अङ्गीकुरु मा स्म वृद्धायाः प्रयस्विन्या रजतश्व अश्व एताम् पक्ष्म पङ्कितं पङ्कितमश्रु प्रवाह न पङ्क्ति तकारः नास्ति, पक्ष्म पङ्क्तिम् अश्रु प्रवाह दुर्दिने पङ्क्तिं पातय पङ्क्तिम् अश्रु प्रवाह दुर्दिने पातय इति रजतश्वेताम्। इत्युक्ते अत्र अर्थं पश्यतु, भवतां केवलं पदानां योजने एव सम्यक् अस्ति, तत्र अर्थः अपि अवगम्यते। न केवलं त्वयि दयया एव सन्देशं प्रेषयामि अङ्गीकुरं, तथा अफजलखानः सन्देशं प्रेषितवान्, भवतः विषये मम दया अस्ति, अतः एव स्नेहरूपेण आह्वयामि आगच्छतु इति अर्थः, तद् अङ्गीकुरु। युद्धा वृद्धायाः प्रसविन्या रजतश्वेतां पक्ष्मपङ्क्तिम् अश्रुप्रवाहदुर्दिने न पातय भवति चेत् मा पातय इति अर्थः। इदानीं वृद्धा इत्युक्ते प्रसविनी इत्युक्ते अर्थः माता इति, यः प्रसवं करोति, यः प्रसूते, सा माता, सः प्रसस्विनी प्रसविनी क्षम्यतां प्रसविनी भवतः माता इति अर्थः। सा इदानीं कथमस्ति, वृद्धा अस्ति, वृद्धावस्ति इत्युक्ते तस्याः पक्ष्मपङ्क्तिः ऐलाशस् तस्मिन् वर्णे अस्ति, वृद्धा भवति चेत् तत्रापि श्वेत श्वेतवर्णः भवति खलु, यथा मम तथा एव अस्ति, न केवलं केशाः, मम भ्रूः अपि श्वेतवर्णीयः, नाम नेत्रयोः पङ्क्ति पक्ष्मपङ्क्तिः अपि श्वेताः अभवन्, अतः एव पूर्णतया मुखं पूर्णतया श्वेतरूपं प्राप्नोति। अस्तु, तथा वृद्धाः भवन्ति चेत् भवतः मातुः रजतश्वेतां पक्ष्मपङ्क्तिः कथं भवति, अश्रुप्रवाहदुर्दिने इत्युक्ते वृष्टिकालः, वृष्टिप्रवाह अश्रुप्रवाह एव वर्ष वृष्टिकालः इव भवति, तत्र मा पातय इति उत्तमं। तो विमला भगिनी किञ्चित् अग्रे पठति किम्? अर्धभागं भवती पठतु, अनन्तरम् अवशिष्टार्थं संध्या भगिनी पठतु। म्यूट् मध्ये अस्ति वा भगिनी? आम् आम् आं महोदय। शिववीरः भगवान् कथयेत् एवं कश्चित् यवनराजः, परं किं भवानपि माम् अनुमन्यते यद् ये अस्मदिष्टदेवमूर्तिभिर् मूर्तिर्भङ्क्त्वा मन्दिराणि समुन्मूल्य तीर्थस्थानानि पक्कणीकृत्य पुराणानि पिष्ट्वा वेदपुस्तकानि विदार्य च आर्यवंशीयान् बलात् यवनीकुर्वन्ति, तेषामेव चरणयोः अञ्जलिं बद्ध्वा लालाटिकतामङ्गीकुर्यां। तावत्पर्यन्तं किञ्चित् अर्थविवरणं ददातु, यत्र यत्र सुलभः अस्ति तत्र चिन्ता नास्ति, कत्र किञ्चित् पदविशेषः वाग् पदानां किञ्चित् वैशिष्ट्यमस्ति, तस्य किञ्चित् विवरणं ददातु। भवानपि माम् अनुमन्यते इति इत्युक्त्वा ये अस्माकं मूर्तीनां भित्त्वा मन्दिराणि अपि नाशीकृत्य अस्माकं वेदपुस्तकं मन्दिरेषु देवविग्रहाणां भञ्जनं कृत्वा भञ्जनं कृत्वा हा अपि च पक्कणीकृत्य इत्युक्ते किं महोदय पक्कणि इत्युक्ते पक्कणी पङ्करीत्या तीर्थस्थानानि हा तथा पङ्कसदृशं हा कृतवन्तः। अस्तु अस्तु हा शबरालयः इति अस्ति तत् न किमपि न जानामि अस्तु पुराणानि पिष्ट्वा हा वेदपुस्तकानि पिष्ट विदार्य विदार्य आर्यवंशं बलात् यवनीकुर्वन्ति, यवनीकुर्वन्ति हा मतपरिवर्तनं मत कृत्वा कुर्वन्ति इति। तेषां चरणयोः अञ्जलिं बद्ध्वा लालाटिकताम् अङ्गीकुर्याम् अङ्गीकुर्यां, हा अतः गोपीनाथस्य विषये किमर्थम् एवं मा करु इति वदति। अग्रे संध्या भगिनी पठ। महोदय लालाटिकथा इत्युक्ते किम्? लाटिकथा लाला न न इत्युक्ते किम्? लालाटिकथा इत्युक्ते भवतः चरणयोः अञ्जलिं यदा कुर्वन्ति तत्र ललाटं तत्र स्थापयित्वा कुर्वन्ति खलु, तत्र एकवारं व्याख्याने पठतु। वयम् एतावत्पर्यन्तं टीकामेव न पठितवन्तः, कुत्रापि अस्ति वा इति। नास्ति लालाटिकता इतोपि अधः गन्तव्यम् अस्ति नास्ति वा तत्? स्यात् स्यात् हा हिन्दी में अस्ति हिन्दी में किमपि अस्ति महोदय के मुसलमान बनाते हैं हम उन्हीं के चरणों में अंजाल बांध कर उनकी चाकरी मंजूर करें इति कुत्र लाले पठन्ती अस्ति भगिनि? उत्र अधो भागे हिंदी हिंदी में अस्ति महोदय अस्तु, अस्य अस्य अधो भागे संस्कृत टीका अस्ति तस्य अधो भागे हिंदी तत् हिंदी जानामि, परन्तु हाँ तस्मिन् पुटे पठन्ति अस्ति इति। तदेव 106 वाक्यं कथं प्रारभते? एकनिमेषं महोदय 106 वा? महाराज कोई यवनराजा ऐसे बले से कहे ततः तत्र। पठितवती किं, कुत्र आरब्धवती? महाराज को यवनराज ऐसा भले ही कहे पर क्या आप भी मुझे ये अनुमति देते हैं कि जो हमारे इष्ट देव की मूर्तियों को तोड़कर मंदिरों को मठिया मेट कर तीर्थ स्थानों को भी एटसेट्रा एटसेट्रा पुस्तकों को फाड़ कर तदेव खलु मीलों की वस्ती हाँ बनाकर इत्युक्ते आर्यवंश पङ्करुदति। जो हिंदुओं को जबरदस्ती मुसलमान बनाते हैं हम उन्हीं के चरणों में अंजाल बांध कर उनकी चाकरी मंजूर करें इति अंजल अर्ध अर्ध भाग अर्ध बांध भागा कर, अंजलिन अंजाल बांध कर उनकी उनकी चाकरी चाकरी मंजूर करें, हाँ लालाटी कर्तव्य तथा चाकरी लालाटि अञ्जलिं बान्धकर् इत्युक्ते ललाटं तत्र स्थापयति इत्येव अर्थः स्थापयतु भवति। हाँ मैं ऐसा करूँ तो मुझे कलंक काय दर्शयति वा माता यत्र पठनीयमस्ति पठतु एवं चेत् तत्र आरब्धम्। एवं एवं चेत् अग्रिमपृष्ठं दर्शयतु भ महोदय। एवं चेत् अहम् इतोपि एवं चेत् धिङ्मा कुलकलङ्कं क्लीबं यः यः प्राणभयेन सनातनधर्मद्वेषिणां दासरेकतां वहेत् यदि चाहम् आहवे म्रियेय वध्येय ताड्येय वा तदैव धन्योऽहं धन्यौ च मम पितरौ कथ्यतां भवादृशां विदुषाम् अत्र का सम्मतिः का सम्मतिः इति। का सम्मतिः अग्रेपि पठनीयमस्ति वा अथवा तत्र अर्थावगमनम् अभवत् इति मन्ये, कोऽपि सन्देहः अस्ति चेत्। न स्पष्टमेव अस्ति तत्र महोदय सनातनधर्मद्वेषिणाम् अग्रिमं पदं किं, दासेरकतां वा आम् दासैरकतां वा? दासेरकं दासेरकम् इत्युक्ते तत्र दासेरकः इति दासः एव तस्य भावः दासेर कृतः। इतोपि किञ्चित् टीकायाम् अस्ति वा तस्य विषयः? भृत्यताम् भृत्यताम् इति ओ दासे रकताम् इति अर्थः वा तस्य भृत्यताम्? तत् अर्थं वयं जानीमः, परन्तु तत्र पदस्य भृत्ये दास दासेरदासे जर्मननिर्माणं दासे कथं दासेय दासगोप्य दासे रदासेय दासगोप्यकचेटकः इति अमरः। अतः दासेर इति पदम् इति अहं चिन्तयामि, दासेर कथम्। अस्तु अग्रे तत्र विरमामः वा? पर्याप्तं खलु इदानीं अस्तु अत्र अनुबन्धस्य अन्तिमरूप स्थलं स्थलम् आगतं खलु? पर्याप्तं इति चिन्तयामि अहं। महोदय अग्रिमवासरे कुर्यामः। अस्तु, विदुषः प्रश्नः नास्ति कास् चेत् वयं शान्तिमन्त्रम् उक्त्वा विरमामः। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि भद्राणि पश्यन्तु, पश्यन्तु, मा कश्चित् कश्चित् दुःखभाग् दुःखभाग् भवेत्। भवेत्। ॐ ॐ शान्ति शान्ति शान्ति शान्तिः। शान्तिः। धन्यवादाः शिवरात्रिः। महोदय।